पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 38 सूत उवाच एतदाख्यानकं श्रुत्वा वात्स्यायन उदारधीः परमं हर्षमापेदे जगात च फणीश्वरं वात्स्यायन उवाच कथां संशृण्वदे मह्यं तृप्तिर्नास्ति फणीश्वर रघुनाथस्य भक्तार्ति हरिकीर्तिकरस्य वै धन्य आरण्यको नाम मुनिर्वेदधरः परः रघुनाथं समालोक्य देहं तत्याजनश्वरं तदो राज्ञो हयकुत्र गधकेन नियन्त्रितः कथं तत्र रमानाथ कीर्तिर्जादा फणीश्वर सर्वं कथय मे तथ्यं सर्वज्ञोऽस्ति यदो भवान् धराधर वपुर्धारी साक्षात् तस्य स्वरूपदृक् व्यास उवाच यदि वाक्यं समाकर्ण्यप्रहृष्टेनान्तरात्मना उवाच रामचारित्रं तत्तद्गुणकथोदयं शेष उवाच साधु पृच्छसि विप्रर्षे रघुनाथ गुणान्मुहुः श्रुतानश्रुतवत्कृत्वा तेषु लोलुपदां दधत ततो निरगमद्वाहसैनिकैर्बहुभिवृदः रेवातीरे मनोज्ञेदु मुनिवृन्दनिषेविते सेनाचरास्ततः सर्वे यत्र वाहस्ततस्ततः प्रसर्पन्ति निरीक्षं तस्तन्मार्गं रणकोविदाः वागीगदोध रेवाया ह्रदे गाधजलान्विते भाले स्वर्णभवं पत्रं धारयन् पूजिताङ्कभः तदो जले मम जासौ रामचन्द्रहयोवरः तदा सर्वे महाशूरास्तत्र विस्मयमागताः तैः परस्परमेवोचे कथं हयसमागमः कोत्र गन्ता जले वाहमानेतुं तं महोदयम् इति यावत्समुद्विग्ना मन्त्रयन्ते परस्परं तावद्वीरशतैः सार्धमाजगाम रघोः पतिः तान् सर्वान् विमनस्कान् स दृष्ट्वा शत्रुघ्नसंज्ञिदः पप्रच्छ मेघगम्भीरवाचा वीरशिरोमणिः किं स्थितं निखिलैरद्य युष्माभिः सङ्खशो जले कुत्राश्वो रघुनाथस्य स्वर्णपत्रेण शोभितः जले किं विनिमग्नोऽसौ हृदो वा केन मानिना तन्मे कथयत क्षिप्रं कथं यूयं विमोहिताः शेष उवाच यदि वाक्यं समाकर्ण्य राज्ञो रघुवरस्य हि कथयामासुस्ते सर्वं वीराशूरशिरोमणिं जना ऊजुः स्वामिन्वयं न जानीमो मुहूर्तमभवज्जले निममज्जतदो नायाद्धयस्तव मनोहरः त्वमेव तत्र गत्वेमं वाहमानय वेगदः अस्माभिस्तत्र गन्तव्यं त्वया सार्धं महामदे इति श्रुत्वा वचस्तेषां सैनिकानां रघुद्वहः खेदं प्रापजनान् पश्यन् जलसंतरणोद्यतान् उवाच मन्त्रिमुख्यं स किं कर्तव्यमतः परं कथं वाहस्य सम्प्राप्तिर्भविष्यति वदस्व तद के तत्र शूरा संयोज्य जलेन्वेषयितुं हयं को वा नयिष्यदे वाहं केनो पायेन तद्वद इति राज्ञो वच श्रुत्वा सुमतिर्मन्त्रिसत्तमः उवाच समये योग्यं शत्रुघ्नं हर्षयन्निव स्वामिन्नस्ति तव श्रीमञ्छक्तिरद्भुतकर्मणः पादालगमने शक्तिर्जलमध्यादिह स्फुटम् अन्यच्च पुष्कलस्यापि शक्तिरस्ति महात्मनः हनूमतोऽपि रामस्य पादसेवापरस्य च तस्माद्यूयं त्रयो गत्वा हयमानयदध्रुवं यदो भवेद्वाहमेधो रघुनाथस्य धीमतः शेष उवाच इति वाक्यं समाश्रुत्य शत्रुघ्नः परवीरः स्वयं विवेश्य तोयान्तर्हनुमत्पुष्कलान्वितः यावज्जलं विवेशासौ तावत्पुरमदृश्यत अनेकोद्यानशोभाढ्यममेयं पुडभेदनं तत्र माणिक्यरचिते स्तम्भे स्वर्णमये हयं बद्धं ददर्श रामस्य स्वर्णपत्र सुशोभितं स्त्रियस्तत्र मनोहारिरूपधारिण्य उत्तमाः सेवन्ते सुन्दरीमेकां पर्यङ्गे सुखमास्थितां तान् दृष्ट्वा तास्त्रियः सर्वा प्रावोचन् स्वामिनीं प्रति ये दल्पवर्ष्मवयसो मांसपुष्टकलेवराः भविष्यन्ति तव श्रेष्ठमाहारस्य फलं महद एतेषां शोणितं स्वादु पुरुषाणां गदायुषाम् एतद्वजसमाकर्ण्य सेवकीनां वराङ्गना जहास किञ्चिद्वदनं नर्तयन्ती ब्रुवानखा तावत्त्रयस्ते सम्प्राप्ता सन्नाहश्री विशोभिताः शिरस्त्राणानि दददशौर्यवीर्यसमन्विताः ता दृष्ट्वा महिलास्तत्र सौन्दर्यश्रीसमन्विताः प्रोचुस्ते विस्मयं विप्र किमिदं दृश्यते महद नमश्चक्रुर्महात्मानः सर्वे देववराङ्गनाः किरीडमणिविद्यो दद्योदिताङ्घ्रियुगास्ततः सा तान् पप्रच्छ पुरुषान् सर्वश्रेष्ठादु भामिनी के यूयमत्र सम्प्राप्ता कथं चापधरा नराः मत्स्थलं सर्वदेवानामगम्यं मोहनं महद अत्र प्राप्तस्य तु क्वापि निवृत्तिर्न भवत्युद अश्वोऽयं कस्य राज्ञो वै कथं चामरवीजितः स्वर्णपत्रेण शोभाढ्य कथयन्तु ममाग्रदः शेष उवाच इति तस्या वच श्रुत्वा मोहनाच्चारसंयुधं हनूमांस्तां प्रत्युवाच गदभिः प्रहसन्निव वयं वै किङ्करा राज्ञस्त्रैलोक्यस्य शिखामणेः त्रिलोकीयं प्रणमदे सर्वदेवशिरोमणिम् रामभद्रस्य जानीहि हयमेधप्रवर्तितुः प्रमुं च वाहमस्माकं कथं बद्धो वराङ्गने वयं सर्वास्त्रकुशलाः सर्वशस्त्रास्त्रकोविदाः नयिष्यामो बलाद्वाहं हत्वा तत्प्रतिरोधकान् इति वाक्यं समाकर्ण्य प्लवङ्गस्य वराङ्गना विवरस्ता प्रत्युवाच हसन्ती वाक्यकोविदा मया नीदमिमं वाहं न कोमोचयितुं क्षमः वर्षायुधेन निशितैर्बाणकोडिभिरुच्छिखैः परं रामस्य पादाब्ज सैवकी कर्मकारिणी न ग्रहीष्यामि तद्वाहं राजराजस्य धीमदः महान विनयो जादो मम नेत्र्या सुवाजिनः क्षमताद्रामचन्द्रंस्तच्चरण्यो भक्तवत्सलः यूयं क्लिष्टास्तत्पुरुषा हयार्थं तस्य रक्षितुः याजध्वं वरमप्राप्यं देवानामपि सप्तमाः यथा मेमीव मत्युग्रं क्षमेदपुरुषोत्तमः व्रीडां त्यक्त्वा किलां यूयं वृणुध्वं वरमुत्तमम् तस्या वचः परं श्रुत्वा हनुमान्निजगादतां रघुनाथप्रसादेन सर्वमस्माकमूर्जितम् तथापि याचे वरमेकमुत्तमं विधेहि तन्मे मनसः समीहितं भवे भवे नो रघुनायकः प्रदिर्वयं च तत्कर्मकराश्च किङ्कराः एतद्वचनमाकर्ण्य प्लवगस्य तदाङ्गना उवाच वाक्यं मधुरं प्रहस्य गुणपूजितं भवद्भिः प्रार्थितं यद्वै दुर्लभं सर्वदैवतैः तद्भविष्यत्यसं देहसेवकास्तद्रकोः पतेः अथापि वरमेकं वै दास्यामि कृतहेलना रघुनाथस्य तुष्ट्यर्थं तदृदं मे भवेद्वजः अग्रे वीरमणिर्भूपो महावीरसमन्वितः ग्रहीष्यति भवद्वाहं शिवेन परिरक्षितः तज्जयार्थे महास्त्रं मे गृह्णीत सुमहाबलः द्वैरथे सदु योद्धव्यशत्रुघ्नेन त्वया महान् इदमस्त्रं यदा त्वं तु क्षेपयिष्यसि सङ्गरे अनेन पूदो रामस्य स्वरूपं ज्ञास्यते पुनः ज्ञात्वा तं वाजिनं दत्त्वा चरणे प्रपतिष्यति तस्मात् गृह्णीध्वमस्त्रं तन्मम वैरिविदारणम् तच्छ्रुत्वा रघुनाथस्य भ्राता जग्राहचास्त्रकम् उदङ्मुखः पवित्राङ्गो योगिन्या दत्तमद्भुतम्। तत्प्राप्यास्त्रं महातेज बभूव रिपुकर्षनः दुष्प्रधर्ष्यो दुराराध्यो वैरिवारणसत्सृणिः तां नत्वा राघवश्रेष्ठः शत्रुघ्नो हयसतमं गृहीत्वा गाज्जलात्तस्मा द्रेवादीरे सुखोचिते तं दृष्ट्वा सैनिका सर्वे प्रहृष्टाङ्गा मुदान्विताः साधु साधु प्रशंसन्तः पप्रच्छुर्हयनिर्गमम् हनूमान् कथयामास हयस्यागमनं महद वरप्राप्तिं च ताभ्यो वै तेऽपि श्रुत्वा मुदं गदाः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य योगिनी दर्शनजलमध्याद्वाकप्राप्तिर्नाम अष्टत्रिंशत्तमोऽध्यायः ॐ